नमस्सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। ॐ येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ऐ उण ऋलृक् एयोङ् अयौच हयवरट् लण् ञवगणनं ञवै घडदश् झवगडदश् कफचटतचटतौ कपै शषसर् हल् इति प्रत्याहारसूत्राणि। उषा भगिनि, अव्ययीव समासूत्राणि वदतु। अव्ययी भावः अव्ययं विभक्तिसमीपसमृद्धिविरुद्धि अर्थाभाव अत्यय असम्प्रतिशब्दप्रातुर्भाव पश्चात् यथा आनुपूर्व्ययौगपद्यसादृश्यसम्पत्ति साकल्यान्तवचनेषु यथा सादृश्ये यावदवधारणे सुप्रतिना मात्रार्थे अक्षशलाकासङ्ख्याः परिणा विभाषा अपपरिबहिरञ्चवः पञ्चम्या आङ् मर्यादाभिविद्योः लक्षणेनाभिप्रति आभिमुख्ये अनुर्यत्समया यस्य छायामः तिष्ठद्गुप्रभृतीनि च पारे मध्ये षष्ट्या वा सङ्ख्यावंश्येन नदीभिश्च अन्यपदार्थे च संज्ञायाम्। धन्यवादः। धन्यवादः भगिनि। नमस्ते रोहिणी भगिनि। नमस्ते महोदय। नमस्ते। गतवर्गे वयं नदीभिश्च इति सूत्रस्य अवलोकनं कृतवन्तः। तत्र सप्तानां गोदावरीणां समाहार इति परिच्छेदं पुनः पठित्वा अग्रिमसूत्रं प्रति गच्छामः। रोहिणी भगिनी, पठतु एवमेव सप्तानां गोदावराणां गोदावरीणां समाहारः। एवमेव सप्तानां गोदावरीणां समाहारः सप्तगोदावरम्। अयं समासः अभिभावसमासः न तु समाहारदिगुसमासः। संज्ञाया नदी गोदावरीभ्यां च इति वार्तिकेण संज्ञायाः परा नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते। सप्तगोदावरी योग अच् सप्तगोदावरी योग आ यचि भम् इत्यनेन सप्तगोदावरी इत्यस्य भसंज्ञा भवति अच् इति अजादिप्रत्यये परे। यस्य इति च इत्यनेन भसंज्ञस्य अङ्गस्य अवर्णस्य ईवर्णस्य च ईकार्ये परे तद्धितप्रत्यये परे च लोपः भवति। सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति सप्तगोदावरयोग आ सप्तगोदावर इति भवति प्रातिपदिकम्। अधुना प्रातिपदिकम् अदन्तत्वात् सप्तगोदावरम् इति समासः सिद्धः भवति। सप्तानां गोदावरीणां समाहारः सप्तयोगगोदावरी भवति। सप्तगोदावरी इति स्थिते अच् प्रत्ययः योजितं भवति संज्ञाया नदी गोदावरीभ्यां च इति वार्तिकेन। तस्मात् सप्तगोदावरी योग आ भवति यजिभम् इति सूत्रेण ईकारस्य लोपः भवति सप्तगोदावरयोग आ भवति सप्तगोदावर। तस्मात् तद् अदन्तं प्रातिपदिकं भवति। अतो यचीपम् इति सूत्रेण ईकारस्य लोपः भवति वा गोदावरी इत्यस्य अन्त्यस्य ईकारस्य लोपः भवति सप्तगोदावरी भवति। यस्येति च इति सूत्रेण भवति न तु यचीपम्। सोरि महोदय, यस्येति तस्य सूत्रेण यचीपम् इति भासंज्ञा भवति सूत्रेण भसंज्ञा भवति। अवगतम्। तत्र यस्येति च इति सूत्रमेव यस्येति च इति सूत्रमेव लोभं विधीयते न तु यचिबम्. आम् आं महोदय. तस्मात् अदन्तं भवति इति अदौ तु अं तु अवगम्य इति सूत्रेण अम् आगदेशः भवति सप्तगोदावरयोग अं भवति पञ्चमी विभक्ति विहाय. अग्रिमपरिच्छेदं परिच्छेदम् अपि पठतु. एवमेव पञ्चानां नदीनां समाहारः पञ्चनदं सङ्ख्यायाः नदी गोदावरीभ्यां च इति वाक्येन सङ्ख्यायाः पर नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते. पञ्चनदीयोग अच् पञ्चनदीयोग आ यजिभम् इत्यनेन पञ्चनदी इत्यस्य वसंज्ञा भवति. अच् इति अजादिप्रत्ययपरे यस्येति च इत्यनेन वसंज्ञस्य अङ्गस्य आवर्णस्य ईवर्णस्य च ईकार्यपरे तद्विधप्रत्ययपरे च लोपः भवति. पञ्चनदी इत्यस्य ईकारस्य लोपः भवति. पञ्चनदयोग आ पञ्चनद इति भवति प्रातिपदिकम्. अधुना प्रातिपदिकम् अदन्तत्वात् पञ्चनदम् इति समासः सिद्धः भवति. यदा गोदावरीशब्दः सप्तगोदावरं अभवत् तदा पञ्चनदी इति अपि पञ्चनदं भवति. तत्र पञ्चनदीयोग अच् प्रत्ययः भवति. अच् प्रत्यययोगे तद्धप्रत्ययः भव तस्मात् यजिभम् इति अनेन सूत्रेण वसंज्ञः भवति. वसं यस्येति इति सूत्रेण वसंज्ञस्य अकारस्य इकारस्य च लोभः भवति. तस्मात् पञ्चनद भवति. पञ्चनदयोग अच् प्रत्ययस्य अकारः स पञ्चनद भवति. अदन्तप्रातिपदिकं लभ्यते. तस्मात् अम् आदेशः भवति. पञ्चनदं भवति. अस्तु, अत्र पञ्चनदी इति समासे नदी इति शब्दं नदीशब्दं भवति वा वाचकशब्दं भवति वा या संज्ञा भवति वा? नदी वाचकशब्दम् इति मन्यते. तत् कतिवाचकम् इति कृत्वा यदा गोदावरी कावेरी गङ्गा यमुना इति वाचकशब्दमस्ति नदीवाचकशब्दानि सन्ति तत्र नदी इति सामान्यनाममस्ति चेत् नदीपञ्चनदी इति भवति. तत्र पृथक् नामं नास्ति. यत्र पृथक् नामं नास्ति यदा यमुना गोदावरी वा गङ्गा इत्यादि नामानि नास्ति किन्तु नदी इति सामान्यनामं वाचकनामकमस्ति चेत् एव पञ्चनदी इति भवति. वाट् इट् मीन्स् इस् दट् इट् मे नाट् बि ए फेमस् रिवर् दिट् केन् बि एनी रिवर् which is having five tributaries or five shakas, and locally they may not be calling with any special name, just is only nadi. So nadi that place it becomes a vachaka shabda. That's why pancha nadi bhavati. Dhanyavada bhagini. Dhanyavada mahodaya. Atra अग्रिमसूत्रमस्ति. शर्मिला भगिनी. अस्तु महोदय. अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् अव्ययीभावसमासः च भवति. अन्यपदार्थे च संज्ञायाम् अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते अव्ययीभावश्च समासः च भवति. अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति, परन्तु अनेन सूत्रेण यः समासः विहितः भवति तस्मिन् अन्यपदार्थस्य प्राधान्यं भवति बहुव्रीहि समासवत् संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायां. पूर्णं पठामि वा? यद्यपि अस्मिन् सूत्रे अस्तु महोदय, यद्यपि अस्मिन् सूत्रे विभाषा इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् समासः नित्यः. यत्र संज्ञे सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति. वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति. अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण. अन्यच्च तत्पदं च अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः. तस्मिन् अन्यपदार्थे कर्मधारय गर्भषष्ठीतत्पुरुषः. अन्यपदार्थे सप्तम्यन्तं चाव्ययं संज्ञायां सप्तम्यन्तं. प्राक्कडारात् समासः इत्यस्य अधिकारः अस्ति. समर्थः पदविधिः इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति. अव्ययीभावः इत्यस्य अधिकारः. नदीभिश्च इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुप्भिः सह अव्ययीभावः समासः. अत्र संज्ञायाम् इत्युक्ते इदं सूत्रं विभाषा इति महाविभाषा अन्तर्गत अस्ति. संज्ञायाम् इति उक्तत्वात् अत्र समासः नित्य भवति. अपि च नदी विशेषवाचिसुबन्तेन सह यदा अन्यपदार्थस्य बोधं भवति तदा अव्ययीभावसमासः भवति. किम् अस्ति, नित्यसमासः अस्ति अतः व्यस्तप्रयोगः न भवति यतोहि व्यस्तप्रयोगात् अन्यपदार्थस्य बोधं न जायते. अनुवृत्तिसहितसूत्रं संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुप्भिः सह अव्ययीभावसमासः. अत्र किमपि वक्तव्यं वा? पूर्वसूत्रे नदीभिश्च अस्य सूत्रस्य विवरणसमये व्यस्तप्रयोगस्य उल्लेखः न कृतः. यतोहि विभाषा अस्मिन् अधिकारे अस्ति, अत्रापि व्यस्तप्रयोगस्य कोऽपि उल्लेखः न कृतमस्ति विद्याभगिनीना. तत् मम प्रश्नं भवति, तथापि संज्ञायाम् इति संज्ञावाचक गङ्गा गोदावरी यमुना इत्यादि संज्ञा अस्ति इति कृत्वा तस्य व्यस्तप्रयोगः न भवति वा? अहं सम्यक् न जानामि महोदय. सोमति भगिनी किं चिन्तयति? व्यस्तप्रयोगः न भवति यदि भगिन्याः उक्तं वा? तदेव अहं ज्ञातुमिच्छामि, किन्तु अहं न श्रुतवती महोदय. मेबि अहं न श्रुतवती. एक्चुलि अभि भवान् ए पायिण्ट् यु हव् रेस्ड् तदेव तदर्थं तदेन तदेव ओन्लि ऐ एम् आल्सो थिङ्किङ्ग् ऐ थिङ्क् शी हेस् नाट् टोल्ड् इट् इस् नित्यम्. But she told about Anyapadarthe cha Sanyayam, she repeated. Right. But Nadivishcha she did not say. Maybe Geeta Anjali Bhagini will know. Namaste Geeta Anjali. Sakta Ganganam Samaharaha Ityadaya Asti Yataha Vyashta Prayoga Ityutte Ki Takam Bhavati Bhavet Bhavati Cheta. न भवति खलु, समाहार अस्ति इति कारणेन व्यस्तप्रयोगः न भवति वा? अस्मिन् सूत्रे पृथक्तया भव उल्लेखितं कि संज्ञाया इति कारणेन व्यस्तप्रयोगं न भवति इति यतोहि विभाषा इति सूत्रान्तर्गतः अस्ति सम अधिकारे अस्ति इति कृत्वा. किन्तु नदीभिश्च सूत्र विवरणसमये कुत्रापि न तस्य उल्लेखः न कृतं नित्यवः समव्यस्तप्रयोगं भवति अर्हति वा इति. तदेव मम संशयः. नदीभिश्च इति सूत्रस्य विवरणे तु दत्तमस्ति. संख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते. अव्ययीभावश्च समासश्च भवति. यत्र सप्तगङ्गानां समाहार इति अस्ति तस्य उपरि परिच्छेदः अस्ति. महोदय महोदय रीड् द फस्ट् विकल्पेन भवति. सो समाहारे च अयम् इष्यते इति वार्तिकमस्ति. यत्र लिखितमस्ति विकल्पेन किन्तु व्यस्तप्रयोगं कथं दृश्यते इति न दत्तमस्ति न. यथा हि पूर्वस्मिन् सर्वाणि सूत्राणि व्यस्तप्रयोगमपि पृथक् कथं दृश्यते इति दत्तमस्ति. किन्तु अस्मिन् सूत्रे तस्य व्यस्तप्रयोगस्य विकल्पत्वं विकल्पेन द्विगुसमासः अस्ति. क्षम्यतां, द्विगुसमासस्य अपवादः अस्ति. अतः समाहारार्थे एव भवति. समाहारार्थे एव भवति तत् अर्थं बोधयितुं समाहारम् इति सप्तानां समाहारम् इति इति सम्यक् अस्ति. किन्तु प्रयोगे कथं भवति इति कोऽपि. महोदय ईवन् इन् संख्यावंशेन बट् संख्यावंशेन हस् संख्यावंशेन त्रीणि मुनिना नो नो बट् इन् इट् डसन्ट् से लैक् द्विमुनि त्रिमुनि यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहारः इति वाक्यं भवति. दट् मीन्स् व्यस्तप्रयोगः अपि भवति इति मन्यते. मन्ये इति वाक्यं भवति. रैट् रैट् रैट् रैट् ओके सो दट् कन्फ्यूशन् इस् ओवर्. गीताञ्जलि भगिनी अस्ति वा? नमस्ते महोदय. क्षम्यतां महोदय. नमस्ते नमस्ते. क्षम्यतां महोदय. ऐ विल् करेक्ट् द टैमिङ्ग् इफ् देर् इस् दट् इस् अ मिस्टेक् विद् हाफ् एन अवर् फोर् अत्र अव्ययीभास अव्ययीभावसमासे प्रायेण पूर्वपदस्य इति परिच्छेदं पठितुम् इच्छति वा? आं महोदय. एकनिमिषम् अहं हेड्फोन् मध्ये अत्र गृहे बहुत ध्वनिः अस्ति. एकनिमिषं महोदय. अस्तु अस्तु महोदय. अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यम् इत्युच्यते. कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति. यथा उन्मत्तगङ्गं लोहितगङ्गम् इति. उन्मत्ता गङ्गा यस्मिन् देशे उन्मत्तगङ्गं तथैव लोहिता गङ्गा यस्मिन् देशे लोहितगङ्गम् इत्यादिषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं वर्तते न तु पूर्वपदस्य. तथापि समासः तु अव्ययीभावः एव तु एव न तु बहुव्रीहिः. अस्तु सम्पूर्णं पठामि वा महोदय? पूर्णं सम्पूर्णपरिच्छेदं पठित्वा वदतु। आं महोदय, अनयोः समासयोः पूर्वपदस्य प्राधान्यं नास्ति यतोहि समासे अन्यपदार्थस्य प्राधान्यम् अस्ति। अन्यपदार्थः देशः, सः विशेष्यः अस्ति। उन्मत्तगङ्गं लोहितगङ्गं विशेषणे स्तः। प्रकृतसूत्रे समस्तपदं संज्ञायाम् एव भवति। पूर्वमपि अस्माभिः अव्ययीभावप्रसङ्गे पूर्वपदप्राधान्यस्य अपवादः चर्चितः, यथा शाक् प्रति, सुख प्रति इत्यादिषु स्थलेषु उत्तरपदस्य प्राधान्यं द्रष्टम्, तथैव अस्मिन् समासे अपि। अस्तु, अत्र दत्तं अव्ययीभावसमासे पूर्वपदमेव प्राधान्यम् इति वयं सामान्यतया मन्यते, किन्तु कदाचित् तत्तु न भवति। पूर्व इत्युक्ते उत्तरपदं प्राधान्यम् इत्युक्ते पूर्वपदं प्राधान्यं नास्ति अपि भवति अव्ययीभावसमासे। उदाहरणं दत्तम्, उन्मत्तगङ्गम् अपि च लोहितगङ्गम्। अत्र उन्मत्तगङ्गम् इत्युक्ते यस्मिन् देशे उन्मत्त अस्ति गङ्गा, गङ्गा उन्मत्ता अस्ति इत्युक्ते उन्मत्ता भगिनी वदति फियर्स् इत्युक्ते उन्मत्ता गङ्गा यस्मिन् देशे इत्युक्ते न तु पूर्वपदप्राधान्यं न तु उत्तरपदप्राधान्यम्, अन्यपदार्थप्राधान्यम् अत्र अस्ति। लोहितगङ्गम् अपि समान एव इत्युक्ते यस्मिन् देशे लोहिता गङ्गा अस्ति इत्युक्ते भारतदेशे एव। किन्तु इति उन्मत्तगङ्गं बहुव्रीहिः समास इव अस्ति, किन्तु अव्ययीभावसमासः अस्ति अत्र। बहुव्रीहिसमासः अस्ति चेत् उन्मत्तगङ्गा वा महोदय? उत्तरपदप्राधान्यं भवति बहुव्रीहि समासे। ओ, गङ्गा इति शब्दस्य एव प्राधान्यम्। अस्तु, उन्मत्त गङ्गा इति बहुव्रीहिः अस्ति महोदय? न, उन्मत्तगङ्गा इति अव्ययीभावसमासः भवति, किन्तु यतोहि अव्ययीभावसमासः अस्ति चेदपि बहुव्रीहिः इव तस्य उत्तरपदप्राधान्यं भवति इति दत्तमस्ति अत्र। इति कृत्वा उत्तरपदस्य लिङ्गवचनानि भवितुमर्हति समस्तपदस्य, किन्तु अव्ययीभावम् अस्ति कृत्वा तस्य अमादेशः भवति अकारान्त इति कृत्वा। बहुव्रीहि उन्मत्तगङ्गः इति भगिनी उक्तवती न, उन्मत्तगङ्गः इति रूपं भवति बहुव्रीहि समासे इति उक्तवती, तदेव अहं स्मरामि। अस्तु अस्तु, उन्मत्तगङ्गः किन्तु अत्र अव्ययीभावसमासे उन्मत्तगङ्गम्। अस्तु, क्षम्यतां भगिनी, धन्यवादः। भगिनी उक्तवती न, रामः शब्द इव भवति उन्मत्तगङ्गः। अस्तु, अपि स्मरणे आगतवती वा महा इति स्मरामि? रामः शब्दः इव आगच्छति। Right, she told that. रामशब्दवत् भवति. अन्यपदार्थस्य यथा अत्र उन्मत्तगङ्गम् इति अम्भावं दृश्यते चेत् तत् अव्ययीभावः भवति. अस्तु अस्तु भगिनी, समीचीनं. मम नोट्स् अपि इति दत्तम्, उन्मत्तगङ्गं गङ्गः तु बहुव्रीहिः अस्ति. उत्तमं भगिनि. उन्मत्तगङ्गं यदि भवति चेत् अपि अव्ययीभावसमासैव प्रथमा द्वितीया तृतीया यदा वयं पठामः न पूर्वम् उन्मत्तगङ्गात् उन्मत्तगङ्गेन एवं भवति. अदर्वैस् उन्मत्तगङ्गः उन्मत्तगङ्गौ उन्मत्तगङ्गाः इति रामः शब्द एव भवति. एक्साम्पल् इन् द उन्मत्तगङ्गम् एण्ड् लोहितगङ्गम्. See, for example, in the Uttarakhand, whenever the cloud burst or something like happens, there will be rush, or even the, you know, the Ganga becomes very turbulent. And subsequently, in the lower region like Haridwar and beyond, the Ganga will become muddy, red in color because of the activity on the upper Himalayas. So upper Himalayas, it will be called Unmatta Gangam, whereas in the lower Haridwar and beyond, where the Ganga is in red in color, that area will be called Lohita Gangam. Mm. Mean the lower Ganga is Lohita Gangam, kintu upper Ganga, yes, is... Lower Ganga is not Unmatta. Lower Ganga is red in color because of the turbulence in the upper Himalayas. Mm-hmm. But there it is not Unmatta Avastha. Mm-hmm. Right? Unmatta Avastha is only in the upper region. Shanta Avastha, tatra tu. Right. Lohita means metal, okay? Lohita means red also. Right, okay. And when Ganga comes to the flat region, she becomes very quiet like a lake. Right. Tada muktam. Then she is so peaceful and shanta. So unmata nahi, so then we have to use shanta ganga. Lohita is red, Lohidaksha, we have a name, no? Lohidaksha means I red with anger. So Lohita means red. So, Gomiti Bhagini, atra chakaprati sukaprati iti ullekitam asti Bhaginiya. Tatra uttarapada pradadanyam drishtam iti उक्तमस्ति, तस्य विवरणं कर्तुमिच्छति वा? अहं पठामि महोदय, प्रथमं पठामि. पूर्वमपि अस्माभिः अव्ययीभावप्रसङ्गे पूर्वपदप्राधान्यस्य अपवादः चर्चितः, यथा शाकप्रति सुखप्रति इत्यादिषु स्थलेषु उत्तरपदस्य प्राधान्यं दृष्टं, तथैव अस्मिन् समासे अपि. अस्माभिः पठितं प्रति इति अव्ययं यदा लघु, अल्पं, स्वल्पम् इत्यर्थे भवति, तदा सुबन्तपदेन प्रति इति अव्ययं समस्यते, अव्ययीभावसमासः भवति इति पठति. सुप्रतिनामात्रार्थे अतः प्रति इति पूर्वपदं भवति, तृतीयाविभक्तौ तत्र उक्तं. तो शाका इति सुबन्धपदं प्रथमम् आगच्छति, शाकप्रति. तदेव अहं चिन्तयामि अत्र अपि शाकप्रति कुत्र अस्ति महोदय? भवतः पेज् अत्र दृश्यते न दृश्यते? उषा भगिनि, can you explain that? प्रति सुप्रतिना मात्रार्थे इति सूत्रे सुबन्तपदं प्रति इति अव्ययं सुबन्तेन समस्यते सुबन्तेन समस्यते सुप्रतिना मात्राते शाकप्रति ऐ आल्सो डोण्ट् रिमेम्बर् मच् सुप्रतिना मात्राते प्रतिना इति तृतीया विभक्ति तृतीया विभक्ति सो इति सुप्रतिना इति सुप् इति प्रथमा विभक्त्याम् अस्ति इति कृत्वा उपसर्जनं कस्य भवति सुबन्तं सुप् सुप् इति प्रथमा विभक्ति तत्र सुप्रतिना इति उक्तत्वा तृतीया विभक्त्याम् अस्ति कृत्वा तद् उत्तरपदं भवति प्रथम निर्दिष्टं पदम् अस्ति सुप् इति कृत्वा तत् पूर्वपदं भवति उपसर्जनं पूर्वम् इति कारणेन तत्र तत् एक कारणेन एव शाका प्रति इति भवति प्रति इति उत्तरपदं भवति तत्र अव्ययीभावसमासं भवति इति कृत्वा उत्तरपदस्य प्राधान्यं भवति प्रति इति उत्तरपदम् अस्ति इति कृत्वा अत्र अग्रिमपरिच्छेदं पठतु भगिनि वाक्यात् वाक्यात् संज्ञायाः बोधः नैव शक्यः वाक्यात् संज्ञायाः बोधः नैव शक्यः केवलं समासेन एव संज्ञायाः बोधः जायते केवलं समासेन एव संज्ञायाः बोधः जायते अतः एव प्रकृतसूत्रेण समासः नित्यः इत्युक्तम् यदि समासं विना केवलं वाक्येन अपि संज्ञायाः बोधः शक्यते तादृशस्थलेषु समासः वैकल्पिकः भवितुम् अर्हति परन्तु प्रकृतसूत्रेण तु समासः नित्यः एव वाक्यात् संज्ञायाः बोधः नैव शक्यते बोधः नास्ति समासेन एव संज्ञायाः बोधः जायते अतः एव अत्र सूत्रे अन्यपदार्थे च संज्ञायाम् इति उक्तत्वात् समासः नित्यः भवति अण्ड् नित्यः उक्तत्वात् वैकल्पिकः भवितुं न अर्हति वैकल्पिकः भवितुम् अर्हति चेत् एव वाक्येन बोधः जायते अत्र पृथक्तं दृश्यते नदीभिश्च इति वैकल्पिकरूपयुक्तम् अस्ति सप्तानां गङ्गानां समाहारः किन्तु अत्र वैकल्पिकरूपं दृश्यते सप्तानां गङ्गानां समाहारः इति उक्तत्वा संज्ञा न बोधते सप्तगङ्गा इति संज्ञा नास्ति सप्तगङ्गा यदि समाहारार्थे एव अस्ति इति कृत्वा तस्य संज्ञा नास्ति एवं तस्य व्यस्तप्रयोगे सप्तानां सङ्गङ्गानां समाहार इति अपि भवितुमर्हति किन्तु अत्र उन्मत्तगङ्गा गङ्गम् इति शब्दं संज्ञा अस्ति कस्मिन् देशे गङ्गा उन्मत्ता दृश्यते तस्य किन्तु यस्मिन् देशे गङ्गा उन्मत्ता दृश्यते इति उक्तत्वेन संज्ञा न भवति अर्थो जायते किन्तु संज्ञा गङ्गायाः नाम न भवति उन्मत्तगङ्गा इति तत्र देशस्य नाम भवति उन्मत्तगङ्गा यस्मिन् देशे गङ्गा उन्मत्ता भवति इति तत्र इति कारणेन समासः नित्य उन्मत्तगङ्गा इति नित्यसमासः भवति न तु पूर्णवाक्यं यस्मिन् देशे गङ्गा उन्मत्ता भवति इति व्यस्तप्रयोगं न भवितुमर्हति तदेव वाचकं भवति right? Okay. Because in the earlier case, we had that Panjaga, Saptaganga, Eva Saptanam Gangana Samahara, iti. Both the meaning is the same if okay. when we are using in a sentence. We can either use it in one word as Saptagangam, otherwise Saptanam Gangana Samahara. Whereas in this case, it is not talking about Ganga at all, even though the name Unmatta Gangam is the word here. It is not representing the Ganga or the Unmatta Avastha of the Ganga, but it is Desha. Okay. It is describing the Desha through which that Ganga is going, flowing as turbulent. So that is why when we are using the Vyastha Prayogam, if we use it here, it doesn't, it cannot have that Vyastha Prayoga. See, that is a, in the Sopada Pradhanyam, Anyapada Pradhanyam, that if you remember that, here the Anyapada Pradhanyam Deshasya Asti, Natu Gangaya. Okay. Right. Continue, Mahodaya. This one is continue. This is continuation to that. Yata. Yata. Unmatta Ganga Yasmin. Unmatta Gangam. Unmatta Gangam iti ekasya deshasya nama. Yatra Ganga unmatta bhutva pravahati. Artat Yasmin Pradeshe Ganga prachanda asti. Saha Pradeshaha Unmatta Gangam iti namna nyayate. Okay. Unmatta Gangam iti Unmatta Ganga Yasya Pradeshe Ganga prachanda asti or Unmatta asti. Saha Pradeshaha Unmatta Gangam iti samasaha samasena nyayate. Okay. Laukika Vigrahe Unmatta गंगा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति उन्मत्ता गंगा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति किन्तु उन्मत्ता गंगम् इति समस्तपदात् संज्ञायाः बोधः जायते यतो हि उन्मत्ता गंगम् इति देशविशेष्यं संज्ञा अस्ति ओके लौकिकविग्रहे उन्मत्ता गंगा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति ओके सीम्स् टु उन्मत्ता गंगा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति ओके किन्तु उन्मत्ता गंगा यस्मिन् देशे इति वाक्यात् न कोऽपि संज्ञा बोधयति Yes, Sanya of the Desha is not Bodhayati, but the place is indicated, right? Yasmin, when we say Unmatta Ganga, Yasmin. Tatra, see, Yasmin, Samtnya na Bodhayati. Sanya is into, not. Into Uttarapadantartam kimasti iti bodham avabodhanam bhavati. Deshasya iti bodhanam bhavati. Kintu Samtnya ha bodhanam na jayate. Okay. संज्ञायाः बोधः जायते यतो हि उन्मत्तगङ्गम् इति समस्तपदं देशविषयस्य संज्ञा अस्ति संज्ञा क्रियते देशस्य ओके या उत्तरपदेन देर् या उन्मत्तगङ्गं देशं देन् इफ् ऐ से दट् देन् इट् इण्डिकेट्स् दट् ओके अलौकिक क्षम्यतां भगिनि तत्र उन्मत्त गङ्गम् इत्युक्ते भारत इत्युक्ते भारत किन्तु उन्मत्त गङ्गा यस्मिन् देशे अपि च लोहित गङ्गम् गङ्गा यस्मिन् तु एकमेव अर्थः वा अन्यथा हा उन्मत्त गङ्गं यथा Rudraprayaga, suppose let us take Rudraprayaga or Krishnaprayaga, which are all Panchagangas and Saptagangas. Tatra Tasmin Avastayam Ganga Unmata Asti. Astu, iti tu avagatam, ityukte sanya yadi avyayi bhava samasa sanya बोधते तदनन्तरं संज्ञा किम् इत्युक्ते उत्तरभारत वा न संज्ञा ददत् यस्मिन् प्रदेशे केवलं गङ्गा तु प्रचण्ड अस्ति उत्तर गङ्गा गोमुखात् आरभ्य गङ्गासागरपर्यन्तं गङ्गायाः प्रवाहः अस्ति किन्तु कस्मिन् प्रदेशे वः उन्मत्तः भवति कस्मिन् प्रदेशे सः शान्तः भवति कस्मिन् प्रदेशे उन्मत्तकारणेन लोहितः भवति इति कृत्वा देशं पृथक् भवति यस्य तस्य गङ्गायाः रूपः पृथक् पृथक् भवति कृत्वा आम् तत्र उन्मत्तरूपं यत्र यस्मिन् देशे दृश्यते गङ्गायाः तथा तत् पर्वतदेशे एव उन्मत्ता दृश्यते किन्तु प्रतले शान्तप्रतले प्रतल भवति चेत् शान्ता भवति अस्तु महोदय इत्युक्ते भारत तु इति तु किञ्चित् भारत इति देशस्य भारत इति देशस्य उल्लेखः कदापि न कृतम् अस्तु अवगतं महोदय द होल् फ्रेस् उन्मत्तगङ्गं देशं देन् उन्मत्तगङ्गं बिकम्स् द विशेषण फार् दि देशं या फार् दट् See, particular region for the region only that desha means the region right okay. where it is flowing as with a turbulence okay then the area where the place where it the turbulence are bring all the mud and everything it becomes red and flowing no, that, quietly yeah, also that is a different example okay that is Lohita Ganga yeah. right okay no, no, because okay. yeah yeah I relate the meaning like this from my understanding I took the Bahurihi samasaha pitambaraha pitam ambaram yasya saha ityukte anyone who wears pitam ambaram doesn't become Vishnu pitambaraha ityukte Vishnuho rupam eva manasi agacchati to pitambaraha anya padartham eva vadati tadeva atra api उत्तमगङ्गम् इत्युक्ते वि शुड् नाट् थिङ्क् अबौट् उत्तमा गङ्गा यदा जस्ट् भारतदेश दट् दट् प्लेस् वेयर् गङ्गा प्रवहति दट् इस् भारतदेश दिस् इस् वाट् ऐ अण्डर्स्टुड् नो इट् इस् नाट् भारतदेश भगिनि भारतदेश गङ्गा इस् ओन्ली इन् भारतदेश देन् वै शुड् वि मेक् अ डिफरेन्स् बिट्वीन् दट् वै शुड् वि मेक् अ डिफरेन्स् बिट्वीन् दट् शुड् भारतम् ओन्ली नो Which one? Unmatta Gangam should indicate Bharata Pradesh. No, Bharata Pradesh atra nasti. No, yeah, only one specific area, yes. Specific region where it is Unmatta. Yeah. Oh, yeah, that is true, but still that place is Bharata. No, why should you restrict it to Bharata? It can be anywhere in the world, no? I mean, Desha, see. It is just like Ganga is from Gangotri onwards. It is coming via the entire mountainous regions of the Himalaya. Then becomes into the Pratalam from where Haridwar onwards. It starts flowing with much quieter rage. Speed comes down. And by the time it reaches to Ganga Sagara in the Bengal region, it becomes turbulent again because of the tide which is pushing it back. That area also it is Unmatta. Because that high tide comes, the Ganga is pushed back. If you have gone to Sundarbans area, you will know that. So that also the Ganga, some days it flows towards the river, towards the seaside. Some sides you will find the rivers flowing side backward from the sea to the land tide. So it's a reverse flow of the river can be seen. Because of the turbulence, you can see that area is also Unmatta, even though it is not a Pahadi Pradesha. So both the Himalaya Pradesha where it is turbulent and both the end where it is the Gomukh, when you say that, you know, like the where it meets the sea, there also it is turbulent. So both these places can be called Unmatta Ganga, whereas the other regions, it is not Unmatta in its nature. So that area region you cannot call it as Unmatta. But the entire Ganga is flowing through Bharata. Doesn't mean Unmatta Ganga, means it, you can take entire Bharata as Unmatta Ganga. No, see, it's like this. Kerala means India, right? That is in the broad right. sense. Broad sense. So we don't think Kerala as a tiny part of India where it is sitting in a corner or something. When you talk in the international level, Kerala is India. Similarly, Uttama Gangam, when you talk in a broader way, it indicates India. It may be in a particular region. No, it is not Uttama. Unmatta is an adjective where you should clearly mention that activity of Ganga, which is in turbulent in nature. You cannot say the entire length of Ganga is in turbulence, no? No, I'm not saying entire length is turbulent, but the turbulent Ganga, where it is there, that is in Bharata Desham. Bharata Desham is including Lokita Ganga also, Krishna Ganga also, whatever Ganga also. So, all Ganga, she is. No, then my question will be there. The same Ganga, Unmatta Gangam is one place, Lohita Gangam for the same river is another place. If you say both are Bharata Desha, then how will the Samjna will different for the two set of things? You will have to say the both the names are same. Oh, Bharata Deshe, where Unmatta Ganga asti, Lohita Ganga asti. Right, that is where you said, where means in a specific region of the Ganges. The entire Ganges in Bharata Desha, what you are saying is right. But certain places it is Unmatta, certain places it becomes Lohita. So that region alone is the Sampnya, which is given by the word Unmatta Gangam. Unmatta Gangam is the top regions of Ganga. You can say Uttarakashi, as for places like that, no? Where the Ganga is turbulent. Mm-hmm. But when it comes to Haridwar and this thing, you cannot call it as Unmatta Gangam. Haridwar Unmatta Gangam asti. I mean, Haridwar is another name as Unmatta Gangam, you cannot say. Astu Mahode. That is, yes. Yeah. Okay. गोमतीवाणी भवती पठतु अलौकिकविग्रहवाक्यं पठामि अलौकिक वन् मिनिट् अलौकिकविग्रहवाक्यम् उन्मत्ता योगासु योगः गङ्गा योगः सु उन्मत्तगङ्गम् इति देशवाचकपदम् इत्यतः उन्मत्ता अपि च गङ्गा अनयोः शब्दयोः समासः अन्यपदार्थे भवति उन्मत्ता इत्यस्य नदीवाचकस्य गङ्गा इति शब्देन सह अन्यपदार्थे च संज्ञायाम् इति सूत्रेण अव्ययीभावसमासः विधीयते प्रातिपदिकसंज्ञा भवति सुप् प्रत्ययोः लुक् भवति पठामि उन्मत्ता योगः गङ्गा स्त्रियाः पुंवद्भाषितपुंसकादन् अनूङ् समानाधिकरणे स्त्रियां पूरणीप्रियादिषु इति सूत्रेण पूर्वस्त्रीलिङ्गपदस्य पुंवद्भावः भवति उन्मत्तगङ्गा ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य ह्रस्वः भवति अतः उन्मत्तगङ्गा इति भवति उन्मत्तगङ्गा अधुना उन्मत्तगङ्गा इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति सुप् प्रत्ययस्य उत्पत्तिः भवति अत्र अव्ययादाब् सुपः इति सूत्रेण प्राप्यमानः सुबुलुक् न अव्ययीभावात् अतोत्वपञ्चम्या इति सूत्रेण निषिध्यते न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रेण अदन्त अव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते पञ्चमीविभक्तिं विहाय पञ्चमीविभक्तौ अम् आदेशः न भवति तत्र यथासामान्यं सुप् प्रक्रिया भूत्वा रूपं भवति उन्मत्तगङ्गात् अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति वदामि वदतु प्रक्रिया वदतु उन्मत्ता गङ्गा यस्मिन् इति विग्रहवाक्यं भवति तदा उन्मत्तगङ्गम् इति समस्तपदं भवति अलौकिकविग्रहवाक्ये उन्मत्ता योगः सु योगः गङ्गा योगः सु इति भवति तत्र प्रक्रिया वदामि प्रक्रिया उन्मत्तायोगः सु इति गङ्गायोगः सु इति अलौकिकविग्रहवाक्ये एतत् समस्तपदं समासस्य अधिकारे भवति कृतथितसमासश्च इति सूत्रेण सुपो धातु प्रातिपदिकयोः इति सूत्रेण सुप्रत्ययस्य लोभः भूत्वा उन्मत्तायोग गङ्गा इति भवति उन्मत्तायोग गङ्गा तत्र उन्मत्ता इत्यस्य आकारस्य लोपः भवति स्त्रियः पुंवद्भाषितपुंसकादनु समानाधिकरणे स्त्रियां पूरणीप्रियादिषु इति सूत्रेण पूर्वस्त्रीलिङ्गपदस्य पुंवद्भावः भवति तो उन्मत्ता भवति उन्मत्त इति पुंवद्भावः प्राप्नोति उन्मत्तगङ्गा इति प्रातिपदिकं भवति अनन्तरं ह्रस्वो नपुंसके प्रातिपदिकस्य इति तत्पूर्वम् उन्मत्तगङ्गा इति अव्ययपदं भवति अव्ययीभावसमासश्च इति सूत्रेण नपुंसकपदमपि भवति अव्ययीभावश्च इति सूत्रेण अतः ह्रस्वो नपुंसके प्रातिपदिकस्य इति सूत्रं कार्यं करोति अतः उन्मत्तगङ्गा इति ह्रस्वरूपं प्राप्नोति उन्मत्तगङ्गा उन्मत्तगङ्गा इति अकारान्तपदमस्ति प्रातिपदिकमस्ति अव्ययसंज्ञा अपि तत्र अस्ति तत्र प्रातिपदिकमस्ति अतः सुप् प्रत्ययस्य उत्पत्ति भवति परन्तु अव्ययमस्ति अनेन अव्ययीभावात् सुपः इति सूत्रेण सुपः लुक् अपि भवितुमर्हति परन्तु न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रम् आगत्य अदन्तम् इति कारणेन अव्ययादाप्सुपः इत्यस्य कार्यं निषिध्यते न अव्ययीभावात् अतोत्वपञ्चम्याः इति सूत्रेण सुप् प्रत्ययस्य लुक् न भवति परन्तु तत्र अम् आदेशः भवति अमीपूर्वः इति सूत्रेण तत्र पूर्वपर एकादेशः भूत्वा उन्मत्तगङ्गम् इति भवति पूर्वपर उन्मत्तगङ्गम् इति भवति अव्ययीभावात् अतो तु पञ्चम्याः सूत्रं वदति पञ्चमी विभक्तौ एतत् सूत्रं न कार्यं करोति अमादेशः न भवति अन्य विभक्तिषु कार्यं भवति तृतीया सप्तम्यो तु बहुलं रूपेण कार्यं करोति अतः उन्मत्तगङ्गम् इति रूपं प्रथमा द्वितीया विभक्तौ भवति चतुर्थी अपि षष्टी अपि पञ्चमी रूपं भवति उन्मत्तगङ्गात् इति अण्ड् तृतीया भवति उन्मत्तगङ्गेन सप्तमी भवति उन्मत्तगङ्गे इति रूपाणि भवति अनन्तरं व्यस्तप्रयोगः नास्ति अत्र एतत्तु नित्यसमासः अस्ति अतः एकमेव रूपम् उत्तमगङ्गम् इति अत्र मम प्रश्नः अस्ति अव्ययतात्सुपः न अव्ययभावात् अत्वं तु पञ्चम्य इति द्वयोः सूत्रयोः केन कारणेन न अव्ययीभावात् अत्वं तु पञ्चम्य इति सूत्रस्य प्रसक्तिः भवति परसूत्रमस्ति कृत्वा वा बलाबलचिन्तनं कुर्यत् चेत् किम् अव्ययीभावात् अत्वं तु पञ्चम्यस्य प्रसक्तिः भवति न तु अव्ययभावात् अव्ययतापसुपः इति अव्ययतापसूपः इत्यस्य कार्यक्षेत्रं बहु अस्ति, ऐ मीन् विस्तीर्णमस्ति तस्य कार्यक्षेत्रं. न अव्ययीभाव ततोत्वपञ्चम्याः इति सूत्रं केवलम् अदन्त अङ्कात् एव एतत् सूत्रं कार्यं करोति. अतः अहं चिन्तयामि एतत् अपवादसूत्रमिति. सम्यक्, तदेव. यतोहि तत् परसूत्रम् अस्ति इति, परसूत्रं बलवत् भवितुम् अर्हति, किन्तु अत्र बलवत् सूत्रस्य प्रसक्तिः नास्ति. अपवादात् प्रथम पर पूर्वपर उत्तर पूर्वपर नित्य दट् वर् यु नो दट् बलाबल यु वि हाव् स्टडीड् इन् द व्याकरणं नो पूर्वपर नित्य अन्तरङ्ग बहिरङ्ग उत्तरोत्तराणां बलवत् भवति. राइट, सो अपवाद इस द लास्ट वन नो अपवाद अपवादानां या राइट पूर्वपर नित्य पूर्वपर नित्य अन्तरङ्ग बहिरङ्ग अपवादानां या अपवादानां बहिरङ्ग बहिरङ्ग नास्ति भगिनी अन्तरङ्ग इस देयर no no antaranga apavadana may I forgot antaranga apavada maybe uttarottaranam balavat bhavati something like that yeah right yadar yadohi itara asmin dvayo sutrayo prasakti navi bhava tatvam tu panjiyam ya id parasutram asti chetapi तस्य अपवादरूपम् अस्ति कृत्वा तत् बलवत् भवति, न तु परसूत्रम् अस्ति इति कृत्वा. परसूत्रम् अस्ति परन्तु तत्र तुल्यबलविरोधः नास्ति. किमर्थं चेत् यत्र न अव्ययीभावात् अतोत्वपञ्चम्याः कार्यं कर्तुम् इच्छति तत्र अव्ययीपातापसुपः अपि आगत्य कार्यं कर्तुं शक्नोति, परन्तु वैस् वर्सा न भवति. अतः तुल्यबलविरोधः नास्ति. पूर्वपर चिन्तनमेव न भवति, विप्रतिषेधं नास्ति नास्ति. आमां तो तुल्यबलविरोधः नास्ति, अतः नित्य अपि नास्ति, अतः अपवादमेव भवति. अस्तु, तत्र मम प्रश्नः अस्ति, पूर्वपदम् उत्तरपदम् उपसर्जनं तस्य चिन्तनं कथं करणीयम्? सूत्रे अनुवृत्तिसहितसूत्रं दृश्यते चेत् संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावसमासः. तत्र प्रथमाविभक्त्यां किं पदमस्ति? अन्यपदार्थे सुप् तो अन्यपदार्थे यत् सुबन्धपदं भवति तद् प्रथमाविभक्तौ भवति. नदीभिः इति तृतीयाविभक्तौ, अतः तत् परं भवति. उषा भगिनी किं वदति? No, no, I was also going to say the same thing. Sup, here अन्यपदार्थे सुप् इस् लैक् उन्मत्त उन्मत्त या Pumbata Baba. No, no, no. See, this is where we have to be very careful. We should not go from the example to the sutra. That's true. From the sutra, we should go to the example. Because if it is it's a padartha where we don't know that whether it's that particular. But each word of the sutra denotes one word in the prakriya. So, अन्यपदार्थे च संज्ञायाम् इति श्रीधरे संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुभिः सह समासः अभिभावसमासः. सो वी शुड् टेक् दट् वाट् युर् सेड् इस् रैट् दट् सुप् इस् ओन्लि द रीसन् बट् इन् द प्रथमाविभक्ति इन् द इफ् यु लुक् अट् द सूत्र एलोन् यु डोण्ट् सी अन्यपदार्थे च संज्ञायाम् इस् इन् दट् only if you look at the avyayibhav and anuvritti sahita sutram then only you get the prathama vibhakti there clearly. If you are to look only that anya padarthe samnyaya, yeah, then we don't see the you don't see any prathama vibhakti there. No. So that is why the avyay that anuvritti sahita sutram is important for. सुप् नदीभिः समासः. सो सुप् नदीभिः, तत्र सुप् इति प्रथमाविभक्त्याम् अस्ति, नदीभिः इति नदीशब्दं वाचशब्दम् इति तृतीयम् इति कृत्वा सुप् पदं पूर्वपदं भवति उपसर्जनं पूर्वं भूत्वा. रैट्? आम्, अनुवृत्तिं विना बहु कष्टम् अस्ति अर्थावगमने. आम्, तदेव पाणिनिना प्रक्रिया समये अनुवृत्त्यां प्राधान्यमेव दृश्यते न. After coming to Pushpava Mataji's this class only, I understood the anuvritti meaning. Earlier, I used to just read the sutram and used to get confused. Oh, okay. Now, anuvritti is very important. I understood. Pushpavagani, can you read that? Anya padarte cha samjnyaya. Pushpavagani asti va? नो चेत् ओके. शर्मला भगिनी, अन्यपदार्थे च संज्ञायां तस्य अन्यपदार्थे च संज्ञायाम् इति सूत्रे संज्ञायाम् इति पदम् अस्ति इत्यतः संज्ञा यत्र अस्ति तत्रैव अन्यपदार्थे अव्ययीभावसमासः भवति. यदि लोहिता गङ्गा यस्मिन् देशे सः इति वाक्यं तर्हि संज्ञायाः बोधः न भवति, यतोहि सामान्यदेशस्य एव बोधः भवति. अतः अव्ययीभावसमासः न भवति, अपि तु बहुव्रीः समासः लोहितगङ्गः इति भवति. अत्र लोहितगङ्गः देशः इति वाक्यं भवति. संज्ञा अस्ति चेत् लोहितगङ्गम् इति समस्तपदं भवति, नो चेत् लोहितगङ्गः इति बहुव्रीहि समासः भवति. We just had a long discussion over samya and desha right. and the samasa right, itself. Right. Yeah. So, punaha atra anyani udaharanani Krishna Gangam, Tushnim Gangam, Shaneir Gangam. गङ्गतटवर्तिनां प्रदेशविशेषाणाम् एतानि संज्ञापदानि सन्ति. गोमती भगिनी, इट्स् क्लियर् न? कृष्णगङ्गं, तूष्णीगङ्गं, शनैर्गङ्गं. कृष्णगङ्गम् इति यत्र It is not Shantaganga, it is Tushnigangam. It is Tushnigangam, correct. Yeah. Right. Got the right word. Tushnigangam. Okay. Shanair Gangam is where it is flowing very slow. That is, when it reaches towards the ocean, that place, because of the reverse pressure, it becomes slower. The river, it becomes slower. So Shanair Gangam. Triyam Pumsa that we have not studied in the class, but Bhashita Pumstaka, Pumska, Pumskaha. Gitanjali, but Bhashita Pumskaha. Bhashita Pumskaha. Bhashita Pumskaha Nama, Tadrusha Shabda, Pumski Ashritaha. तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः. एतादृशशब्दाः एव भाषितपुंस्काः. भाषितपुमान् येन सह भाषितपुंस्कः. विद्याशब्द स्त्रीप्रत्ययः अस्ति. प्रमुखेषु स्त्रीप्रत्ययेषु टा प्रत्ययः अन्त्यतमः. तथापि पूर्वं विद्यः इति शब्दः आसीत्, ततः परं टा प्रत्ययः योजयितः इति नास्ति. विद्याशब्दस्य पुंलिङ्गरूपमेव न भवति, तदा ताप्रत्ययान्तमेव भवति। पुंलिङ्गे यस्य प्रयोगो भवति तस्मात् शब्दपुंस्कः नाम तादृशशब्दः यः पूर्वं पुंलिङ्गे यस्य प्रयोगो भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं तर्हि सः शब्दः भाषितपुंस्कः। माला, नासिका एतादृश बहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः, तेषां स्त्रीप्रत्ययः भवत्येव। सुन्दरी इति शब्दः भाषितपुंस्कः, यतोहि सुन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति। स्त्रीलिङ्गविवक्षायां नीप्रत्ययः योज्यते, अनेन च सुन्दरी इति रूपं भवति। इदं विशेष्य निघ्नपदम् इति उच्यते, विशेष्य निघ्नपदम् इति उच्यते। त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य तादृश विशेषणं पूर्वपदम् अस्ति चेदेव पुंवद्भावो भवति। भाषितपुंस्कः इति एकं संज्ञा अस्ति इति इत्युक्ते ये शब्दाः पुंलिङ्ग भवितुम् अर्हति चेत् भाषितपुंस्कः इत्युक्ते यथा सुन्दर इति प्रातिपदिकमस्ति चेत् सुन्दरः अपि भवति सुन्दरी अपि भवति। किन्तु केचन शब्दः तु नित्य स्त्रीलिङ्ग प्रत्यय एव विधीयते, ते शब्दाः भाषितपुंस्कः नास्ति। ये शब्दाः नित्य स्त्रीप्रत्ययान्ते भवन्ति, भाषितपुंस्कः इति इत्युक्ते पुंवत् भाव यस्मिन् येषु शब्देषु विधीयते ते भाषितपुंस्काः इति। तत्र प्रथमवाक्यं पठति चेत् भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वे पुल्लिङ्गे आश्रितः इति कृत्वा पुंस्क भाषितपुंस्क इति वदति। पूर्वं तस्य प्रातिपदिकात् पूर्वमेव पुल्लिङ्गरूपं दृश्यते, तस्य स्त्रीप्रत्यययोजनेन स्त्रीत्वशब्दस्य उत्पादनं भवति इति कृत्वा तेषां भाषितपुंस्क इति नामः भवति। किन्तु यथा विद्या, माला, नासिका एवं गौरी, लक्ष्मी एतत् स्त्रीलिङ्गायाम् अस्ति, तत्र पुंस्क तेषां पुंस्कभावं नास्ति, पुंवद्भावं नास्ति, तद् नित्यस्त्रीलिङ्ग इति उच्यते तेषाम्। आं महोदय, ये शब्दाः प्रातिपदिकरूपमेव पुंलिङ्गं पूर्वम् अस्ति चेत् ते यदि स्त्रीप्रत्यय अपि विधीयते ते भाषितपुंस्कः भवति इति न महोदय? न, प्रातिपदिकसमये पुल्लिङ्गवत् दृश्यते, न तु पुल्लिङ्गं सुप्योजनेन एव लिङ्गं भवति। महोदय, तत्र नित्य पुंलिङ्ग प्रत्ययान्तशब्दः नास्ति संस्कृतभाषायां? नित्यपुल्लिङ्गशब्दः अस्ति, ते अपि भाषितपुंस्कः वा? न, ते भाषितपुंस्कः नास्ति, भाषितपुंस्का अस्ति यत्र तस्य प्रातिपदिके स्त्रीप्रत्यययोजनेन स्त्रीत्वं भवति, केवलं सुप्रत्ययं योजनेन तस्य पुल्लित्वं पुल्लिङ्गभावं भवति, ते शब्दाः पाशितपुंस्का भवति, किन्तु यथा नित्यस्त्रीलिङ्गः अस्ति, नित्यपुल्लिङ्गः अस्ति, नित्यनपुंसकलिङ्गमस्ति, तयोः तेषां कोऽपि पृथक् नाम न भवति। यथा तत् प्रातिपदिकं यथा पूर्वं प्रातिपदिकस्थित अवस्थायां पुल्लिङ्गवत् न पुल्लिङ्गमस्ति, न पुल्लिङ्गवत् दृश्यते, किन्तु स्त्रीप्रत्ययं योजनेन तस्य स्त्रीत्वरूपम् उत्पद्यते। That means if you look at the pratipadika stage, pratipadikam is not either having a linga or vachana or anything, but it will appear as if it is a pullinga. Now sundara iti akaranta pratipadikam asti, tatra su pratyaya yojanena sundaraha iti prathama vibhakti ekavachanam rupam siddhyati, kintu tatra नीप्रत्यययोजनेन तस्य ईक अनुबन्धलोपानन्तरम् ई योजनेन सुन्दरी इति रूपं भवति लिङ्ग्, किन्तु प्रातिपदिकस्य रूपं दर्शयित्वा तस्य पुंवद्भावं भवितुम् अर्हति इति चिन्तयति, तथा तस्य स्त्रीत्वं भवति सुन्दरी। तथैव अत्र उन्मत्त इति अकारान्तमस्ति, उन्मत्तः इति पुल्लिङ्गे भवति, उन्मत्ता इति स्त्रीविवक्षायाम्। आं महोदय, अवगतं महोदय। मम संशयः अस्ति तत्र महोदय, सुन्दरः बालकः, सुन्दरी बालिका, सुन्दरी इत्यस्य भाषितपुंस्कः भावः अस्ति, भाषितपुंस्कः शब्दः अस्ति सुन्दरी, अस्तु न? तत् उपयुक्त्वा स्त्रीलिङ्गः आगच्छति सुन्दरी। आम् आम्, बट् सुन्दरी बालिका, तत्र सुन्दरी इति शब्दस्य भाषितपुंस्कः संज्ञा अस्ति, परन्तु अहं वयं विभक्तिरूपाणि यदा अस्माभिः क्रियते तत्र वयं सुन्दरी इति एव प्रातिपदिकं स्वीकुर्मः न तु सुन्दरी सुन्दर्यौ। लिसन्, पुल्लिङ्गे यस्य प्रयोगो भवति तस्मात् शब्दात् स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं भवति, यदि सम्पादितं भवति तर्हि सा शब्दः भाषितपुंस्कः। My doubt is, when we make Sundari Vibhakti Rupani, we use the Pratipadika as Sundari only, not the Sundara. We study like that, no? Sundari, tatra Sundaraha Pratipadikam, Sundara Pratipadikam iti asmabhihi na patitam. Then why we are saying Pratipadikam Sundara Bhavati? Vayam, when we do Samastapada, I can understand Sundara comes. But Pratipadikam Sundari eva na? Suppratyayojanena asmabhihi drishtam. Yeah, but originally the word is Sundara. And we put the Sri Pratyaya and made it a Sundari. So it is, yeah, it can be pulling as well as strilinga depending on whether you add an pratyaya or not. But Rama, let's say, or Krishna is nitya pulling only, right? You can never make a striling word out of it. True, that I understood, Bhagini. But Pradipatikam, Sundari, we use it for Vibhakti Rupani making, no? We don't use Sundara. So my question is, why are we saying Pradipatikam Sundara? विशेषणविशेष्यं रोहिणी भगिनी भेजितवती, विशेषणविशेष्यम् एतत् सर्वं क्लियर्। प्रातिपदिकम् इस् वाट् अर्थवत् अदातु रप्रत्ययः। नौ द मोमेण्ट् यु एड् अ प्रत्यय स्त्रीप्रत्यय, इट् इस् नो मोर् ए प्रातिपदिकम्, बिकास् प्रक्रिया हेस् स्टार्टेड् फार् द स्त्रीलिङ्ग rupani siddhyartham. So three, if the when you don't add a stree pratyaya but as a natural pratipadikam, that is sundara only. The moment you add a pratyaya, artavat adadu apratyaya is pratipadikam, right? So pratyayam should not be there in the at any stage, whether it is the stage 1 or 2 or whatever it is. Without a pratyaya, where there is a shabdaham, that is all pratipadikam. So pratipadika sundara eva. Stri sundari iti pratipadikam nasti, because pratyaya has been added to it. Ni pratyaya has added there. Okay, then when we give to the basic classes, make rupani for sundari. Yeah, that is like sundari tatra. तत्र सुन्दरी अङ्गं भवति नाट् प्रातिपदिकम् ईकारान्त प्रातिपदिकं सुन्दरी शब्द वि डोण्ट् से ईकारान्त प्रातिपदिक सुन्दरी वै वि आर् सेयिङ्ग् ईकारान्तशब्दम् अस्ति बिकास् आफ् द त्रित्वविवक्षायाम् अस्ति प्रत्यययोजनेन योजनानन्तरम् अत्र स्त्रीत्वविवक्षायां कृत्वा तत् प्रातिपदिकम् इति वक्तुं शक्यते वा इति चिन्तयामि. ऐ मीन् बिकास् द मोमेण्ट् यु एड् अ प्रत्यय इट् बिकम्स् एन् अङ्गं फार् द प्रक्रिया. महोदय, विषये रामशब्द we don't right. say we don't say sundara no. sundara shabda we say we don't say sundara pradipatika but then nadi also should be a pradipatika like Gomati Bhagini says like sundari is also going to be like nadi shabda. Nadi is why we are saying nadi as a pradipatika, because nadi there is no pratyaya added to it for you mean because there is no such right gender masculine thing right. So saying Rama is pratipadika because we are not adding any pratyaya to make it a pullinga. Then sundara is the pratipadika, sundari is not. Now okay, let us take the word Krishna. Now Krishna, if you add a stree pratyaya top, then you get Krishna strilinga, which is Draupadi's name. Okay, right. So Krishna, when you say that, as like mala, you have to do the declension for the seven vibhakti. Yeah, that time Krishna is not a pratipadikam. Krishna is a pratipadikam. Tap pratyaya, when you add it, then you become, it becomes a angam for the supratyaya. Krishna, when you add the pratipadikam, when you add, there is no pratyaya for the pullinga. So you straight away add the like dhatu. You have a vikarana pratyaya, then you add the tinganda, right? So same way Krishna, when you add sup pratyaya, then you get a pullinga bhava. Krishna plus tap, then you add the sup pratyaya for the strilinga vivachayam, then you get the strilinga rupani. Artava tadadu apratyaya pradipatikam, but so is kriptatida samasascha. There is no doubt. Stri pratyaya. No doubt is there, but then I am thinking of the definition. No. Kriptatida samasascha also is pradipatikam. There are two sutrani for pradipatika satnyayaha, that is true. But kript is not stri pratyaya, tadhida is not stri pratyaya. Yeah, I agree, right. And you know, now I am connecting what Arvinda Mahodaya is telling. See, sup pratyaya vidhanasya sutram bhavati nyap pratipadikayo. Tikat, nyap pratipadikayo. It is very clear. Pratipadikat sup bhavati aap nyi to stri pratyanda rupat api subandham, sorry, sup pratyaya bhavati. Sup pratyaya vidhiyate. Yes, yes. So it must be sundara plus nyap or nyap. Anantaram? Nyip. Yeah, got it. Yes. Got it. Thank you, sir. Okay. Yeah, that's the first sutra, nyap pradipadikat. Nyap pradipadikat, yes. Okay, and then sup. Yeah. So it is not pradipadika, only we are adding sup. We are adding to nyap. Nyi pratyat. I mean, and aap pratyaya. Then only we can add su pratyaya. Oh, okay. Okay, we will we'll have this one more paragraph as samanadhikaranam. I think Sharmila Bhagini, can you read that? Oh my God, again, all the difficult paragraphs comes to me. Samanadhikaranyam. Samase pumbadhavah sambhavati yatra samanadhikaranyam vidyate. Samanam adhikaranam ityasya bhavah सामानाधिकरण्यं नाम समासे पदद्वयम् अस्ति चेत् तयोः समानः आधारः अस्ति चेत् तर्हि सामानाधिकरण्यम् अस्ति. समानः आधारः इत्यस्य कृते समानविभक्तिकत्वम् अपि अपेक्षते, एकार्थबोधकत्वम् अपि अपेक्षते. यथा उत्तमा बालिका, उत्तमबालिका. अनयोः पदयोः समानाधिकरण्यम् अस्ति यतोहि अन्य अनयोः पदयोः समानविभक्तिकत्वम् अपि वर्तते, एकार्थबोधकत्वम् अपि विद्यते. समासे इदानीम् अस्माभिः दृष्टः पुंवद पूर्वपदस्य पुंवद्भावः अस्ति चेत् तत्र ह्रस्वं भवति इति. समासे पुंवद्भाव कदा सम्भवति? यथा यदा तत्र सामानद्वयोः शब्दयोः सामानाधिकरण्यम् अस्ति. सामानाधिकरण्यम् इत्युक्ते द्वयोः शब्दयोः अर्थ एकमेव अस्ति वा, निर्दिष्टवस्तु एका अस्ति. यथा उत्तमा बालिका, अत्र उत्तमा अपि बालिका एव निर्दिश्यति, बालिका अपि बालिका एव निर्दिश्यति. अतः तत्र सामानाधिकरण्यम् अस्ति. तत्र सामानाधिकरणस्य लक्षणम् अस्ति द्वयोः शब्दयोः द्वयोः पदयोः विभक्तिः समाना अस्ति, अपि च अर्थम् अपि एकमेव वस्तुं बोधयति इति. I think Samanadhikaranyam we had discussed detail in one of the earlier classes, isn't it? Tatra. Yeah, because that was me saying I don't know what it is, and then Vidya Bhagini explained it very well. I don't know whether you had it previously. No, in our Chintana Varga we had discussed about it, actually speaking. We had, I don't know whether you were in that class or not, that there are three types of Samanadhikaranyam. Vastu Samanadhikaranyam, Shabda Samanadhikaranyam, and Bodha Jnanadhikaranyam. So either Uttama Balika, iti Bodha Samanadhikaranyam bhavati. Uttama Balika, Dvayoyo Shabdayoho, Ekameva Bodham Utpadyate iti Kritva Samanadhikaranyam bhavati. Tatra Uttama Balika, Balika iti Shabda नाम अस्ति, उत्तमा बालिका. उत्तमा इति विशेषणविशेष्यं नास्ति अत्र. उत्तमा बालिका इति उत्तमा इति शब्दस्य विवक्षा एवं बालिका इति शब्दस्य विवक्षा एकस्मिन् स्थले एव दृश्यते. एतदि समान अधिकरणम् अस्ति तस्य वस्तुनि, तस्मिन् यस्मिन् वस्तुनि समानशब्दस्य अर्थम् उत्पाद्यते चेत् तस्य सामानाधिकरण्यम् अस्ति इति वक्तुं शक्यते. यथा सोऽयं देवदत्त, सः इति तच्छब्दस्य, अयम् इति इदं शब्द अलग् पृथक् अस्ति. किन्तु सोऽयं देवदत्त इत्युक्ते सः, अयं देवदत्त द्वयोः सोः अयम् इति द्वौ शब्दौ एकमेव देवदत्तं ज्ञापयति इति कृत्वा सामानाधिकरण्यं शब्दस्य भवति. द्वयोः शब्दयोः पृथक् अस्ति कृत्वा तत एव अत्र उत्तमा बालिका इति द्वयोः शब्दयोः एकवस्तुनि अवबोधो जायते इति कृत्वा सामान्यधिकरण्यं भवति. एकबोधार्थकत्वम् इति विशेष तस्य विशेषणं विशेषकार्यमस्ति अस्मिन्. द्वयोः शब्दयोः अर्थम् एक एव वस्तु अवबोधयते. तदेव उन्मत्ता गङ्गा इति शब्दे उन्मत्तगङ्गम् इति समासे उन्मत्ता गङ्गा इति द्वयोः शब्दयोः सामानाधिकरणं कुत्र भवति? यस्मिन् देशे गङ्गा अपि प्रवहति गङ्गा उन्मत्ता अपि दृश्यते तस्मिन् प्रदेशे सामान्यधिकरण्यं वर्तते उन्मत्ता गङ्गा इति द्वयोः शब्दयोः. पृथक् स्थले गङ्गा अस्ति किन्तु उन्मत्ता नास्ति. कस्मिन् प्रदेशे उन्मत्ता अन्यनदी अस्ति कृत्वा तत् उन्मत्ता गङ्गं न भवति, उन्मत्ता गोदावरं भवितुमर्हति, उन्मत्ता यमुना भवितुमर्हति, किन्तु गङ्गं न भवति. तत्र एकस्मिन् प्रदेशे यत्र उन्मत्ता इति रूपम् एव भवति गङ्गायाः, एवं तत्र नद्याः नाममपि गङ्गाः भवति, तत्र तस्मिन् प्रदेशस्य सामानाधिकरण्यं भवति उन्मत्ता एवं गङ्गा द्वयोः शब्दयोः. इति कारणत्वेन एकार्थबोधकत्वं प्रदेशे अस्ति, न तु गङ्गाया, न तु उन्मत्ता इति शब्दयोः. Is it clear? Yes. Right. Okay. Now there is in this today's class, I think in the evening today, she'll be taking on this sutra that is Triyam Pumbha Vishad Pumska Dhanu that we have not studied it. Today we'll go through in detail. Any other further questions? Otherwise we can stop here. Astu. Dhanyavadah. Dhanyavadah Mahodaya. Namaskara. Dhanyavadah Mahodaya. Dhanyavadah.